नमस्कारः. कर्मणि भावे च इत्यस्य पुनःस्मरणं. तत्र गतसप्ताहे वयं तत्र प्रथमभागस्य कर्मणि भावे च इति प्रथमभागस्य किञ्चित् पुनःस्मरणं कृतवन्तः. तत्र सार्वधातुके यक् इत्यनेन लट् लोट् लङ् विधिलिङ् येषु प्रत्ययेषु अथवा लकारेषु परेषु तत्र यक् इति विधीयते. तत्र अजन्तदातवः इति दृष्टवन्तः. अजन्तदातवः इत्युक्ते आदेच उपदेशेशिति इत्यनेन तत्र आत् उपदेशे अशिति एचः धातोः आत् इति तत्र आदेशः भवति. तत्र ध्या इति धातुः अस्ति चेत् तत्र ध्यै इति धातुः एजन्तः तस्य आत्वं भवति. ध्यायते इति तत्र सार्वधातुके यक् इत्यनेन यकारः ध्यायते इति कर्मणि रूपं. तत्र एव विशेषः द्वादशदातवः सन्ति इति दृष्टवन्तः. गोमास्ता गापा जहाति सामलि इत्यनेन तत्र आतः अङ्गस्य ईत् भवति. हलीङ् इति आर्धधातुके इति अतः तत्र धा इत्युक्ते धीयते इति भवति. अतः द्वितीयम् आसीत् तद् तद्विशेषः तु आकारान्तस्य विषये एजन्ताः अथवा आकारान्तः. साक्षात् आकारान्तः अस्ति चेत् तत्र ये सार्वधातुके यक् इत्यनेन यक् विधीयते अनन्तरं वर्णमेलनम्. एजन्तः अस्ति चेत् आत्वं आदेशः भूत्वा आदेशं भूत्वा तत्र अनन्तरं यक् विधीयते. एचः स्थाने आत्वं भवति. तत्र विशेषः द्वादशदातवः सन्ति इति दृष्टवन्तः. अनन्तरं तत्र ईकारान्त ईकारान्तदातवः तदेव द्वितीयबिन्दुः आसीत्. सामान्येन गुणनिषेधः. अनन्तरम् अकृत् सार्वधातुकयो दीर्घः इत्यनेन दीर्घः भवति. अजः अङ्गस्य दीर्घः ई अकृत् सार्वधातुकयोः इति सूत्र अनुवृत्तिसहितसूत्रम्. अतः जि इत्युक्ते जीयते नीयते इति दीर्घत्वं सर्वत्र भवति. तत्र विशेषः किम् इत्युक्ते शीङ् धातुः अयम् ई ङिति. शीङ् अङ्गस्य अयम् ई ङिति इति भवति. शीङ् इत्युक्ते शय्यते इति रूपम् आगच्छति. तृतीयमस्ति उकारान्त ऊकारान्तदातवः. तत्रापि अकृत् सार्वधातुकयोर्दीर्घः एव दीर्घत्वम् दीर्घत्वं विधीयते. यद्यपि तत्र भेदः नास्ति चेदपि अनेन सूत्रेण दीर्घत्वं तु विधीयते एव. अतः तत्रापि कूयते भूयते. तस्य अपवादः किम् इत्युक्ते ब्रुवोवचि. भ्रुवोवचिः आर्धधातुके इति. तत्र एव वचिस्वपियजादीनां किति इति सूत्रं तदेव अद्य पुनः पश्यामः. सम्प्रसारणं कार्यं भूत्वा उच्यते भ्रुवो वचि. तत् एव वयं तत्र ईकारः उच्चारणार्थः इति दृष्टवन्तः. ऋकारान्तधातुः सामान्यः. तत् रिङ् शयं लिङ्क्षु इति सूत्रम्. तत्र ऋतः अङ्गस्य रिङ् इ असार्वधातुके शयं लिङ्क्षु. अतः ऋतः कृ धातुः क्रियते. रिङ् आदेशः भूत्वा क्रियते इति रूपम्. तस्य अपवादद्वयं संयोगादिऋकारान्तधातुः अस्ति चेत् तत्र गुणोऽर्थिसंयोगाद्योः इति सूत्रेण अर्थिसंयोगाद्योः ऋतः अङ्गस्य गुणः. सामान्यतया गुणः निषेधः भवति, परन्तु अत्र तु गुणः पुनर्विधानम् इति वदामः. गुणः यकि इ लिङ्गि असार्वधातुके. स्मृ धातुः तत्र गुणः भूत्वा स्मर् स्मर्यते इति गुणः भवति. गुणो अर्थि संयोगाद्योः इत्यनेन गुणः भवति. जागृ विचिन्नल् नित्सु इति सूत्रम्. तत्र जागृधातोः अपि गुणः भवति अविच्छिन्नल् नित्सु विहाय. तत्र जागर्यते प्रसज्य प्रतिषेधः. नमस्ते भगिनि, उषा अस्मि. नमस्ते. आं नमस्ते भगिनि. भवती कथम् अस्ति भगिनि? आम् इदानीं सम्यक् अत्र ऋकारान्तदातवः तत्र स्मः भगिनि वयं तत्र प्रथमकरपत्रे किञ्चित् पुनस्मरणम् अद्यापि पञ्चमम् आसीत् ऋकारान्तदातुः तत्र भागद्वयम् अनौष्ट्यपूर्वऋकारान्तः औष्ट्यपूर्वऋकारान्तः इति अनौष्ट्यपूर्वऋकारान्तेषु तु ऋत इत् धातोः इत्यनेन इत् भवति तीर्यते तत्र हलीच इत्यस्यापि प्रसक्तिः अस्ति रोः धातोः उपादायागः दीर्घः हलि तीर्यते इति रूपम् ओष्ट्यपूर्वऋकारान्तः अस्ति चेत् तत्र उदोष्ट्यपूर्वस्य इति सूत्रेण तत्र ऋतः अङ्गस्य उत् भवति भूर्यते व्रू इति धातुः तत्र तत्रापि हलीच इत्यस्य प्रसक्तिः किमर्थमित्युक्ते रोः धातोः उपादायाः इकः दीर्घः हलि ऊर्यते इति रूपं तद् दृष्टवन्तः. अनन्तरं हलन्तधातुषु वयं सामान्येन तत्तु वयं जानीमः तत्र ङिति च इत्यनेन तत्र गुणनिषेधः भवति पट् धातुः अस्ति चेत् पठ्यते इति भवति अत उपादायाः अचूनिति द्वयोः प्रसक्तिः नास्ति. किमर्थम् इत्युक्ते निति ङिति णिति प्रत्यये परे एव तेषां कार्यम् अत्र तु ङित्तपि नास्ति मित्तपि नास्ति अतः तेषां कार्यम् अत्र तयोः कार्यम् अत्र न भवति. यत्र धातुः धातु आदेशः धातूनां धातु आदेशः भवति अस्तेर्भूः इत्यत्र तु वयं साक्षात् जानीमः अस् धातोः स्थाने भू आदेशः भूयते इति चक्षिङ् इति तत्र विशेषधातुः इति दृष्टवन्तः तत्र रूपद्वयं वा मतभेदः किमपि आसीत् तत्र ख्यायते इति रूपं वार्तिकं किमपि आसीत् किल धातुः अभवत् ओष्ठ्यपूर्वस्य अभवत् अस्धातुः अभवत् आम् चक्षिङ्ख्याम् इति ख्यायते क्ष्यायते इति रूपद्वयं तत्र वार्तिकबलमस्ति ख्यायः शस्य यो वा वक्तव्यः इति वार्तिकबलेन तत्र रूपद्वयं भवति ख्यायते क्ष्यायते इति रूपद्वयं भवति. अज् धातुः अजेर्व्याघयोः इत्यनेन तत्र अच् धातोः स्थाने दी आदेशः दीयते इति रूपम् अनन्तरं जनसनखन इति धातुः तत्र ये विभाषा इत्यनेन जायते जन्यते रूपं तन् धातुः अस्ति चेत् तनोते यकि इत्यनेन तन्यते तायते तत्र समानकार्यमेव परं सूत्रं भिन्नम् ये विभाषा इत्यनेन जनसनखन तन् धातोः तनोतेर् यकि इत्यनेन भवति. एतावदेव वयं गतसप्ताहे चर्चितवन्तः दृष्टवन्तः अपि इदानीं सम्प्रसारणी धातवः इत्यस्मात् किञ्चित् कुर्मः. महोदय तत्र ग्रह् योगः यक् तत्र कथं सम्प्रसारणं भवति केन सूत्रेण इति वदतु महोदय. ग्रहधातु खलु ग्रहधातुः तत्र ग्रहधातुः यकि ग्रहित्या वै वदि वष्टि विचति पृच्छति पृच्छति पृच्छति भृजति नाम इति चैतनेन कित् नित् प्रत्यये परे सम्प्रसारणं भवति. यक् इति कित् अस्ति इति कृत्वा सम्प्रसारणं भवति. अतः तत्र ऋकारस्य रेफस्य स्थाने ऋकारः रेफ रेफोत्तर अकारस्य सम्प्रसारणात् चैतन्येन पूर्वरूपसन्धि अतः गृह्यते इति भवति. पूर्वरूप आदेशः भवति गृह्यते इति रूपं भवति. व्रश्च इति अपि करोतु महोदय अग्रिमः. व्रश्च आं व्रश्च इति व्रश्च योगयकि तदपि व्रश्च इति अत्र वृच्छति इति स्थिपानिर्दिष्टमस्ति तत्र ग्रहीज्या वै वदि वृष्टि वष्टि विचति पृच्छति पृच्छति पृच्छति नाम इत्यनेन व्रश्च इत्य तत्र व्रश्च तत्र रेप रेफस्य स्थाने ऋकारः भवति वृश्च योग यक् च यक् तत्र स्फूर्तयोजनपूर्वकः न न भवति. वृच्छ्यते वृच्छ्यते एव वृच्छ्यते. रे ब्र इत्यस्य ऋ कृ आदेशः ऋ आदेशः अत्र वृश्च एक एकनिमिष्य तत्र न भवति. सन्धि किमपि नास्ति अत्र यकारः नास्ति नास्ति अपि न भवति न भवति यकारस्य लोपः न भवति. स्कोः अपि स एव तथा न भवति. स्कोः संयोगाद्योरन्ते च इति पदसंज्ञा अपेक्षितः किल? न न पदान्ते अपि च जलादि कित् निष्पत्तेः परे भवति इति जलादि भवेत् यक् इति यक् इति जलादि नास्ति य इति अस्ति अतः न भवति अतः न भवति. स्कोः एव किल पदन्ते च इति संयोगादि अन्ते च इति तत्र रूपद्वयं तत्र निमित्तद्वयं पदसंज्ञा अपि भवति पदसंज्ञा अपि पदान्ते अपि भवितुमर्हति अथवा जलादि कित् निष्पत्तेः परे इति तत्र संयोगान्तस्य लोपः इति पदान्ते रासस्य इति अस्ति पदान्ते अत्र नास्ति तत्र न अत्र न भवति सत्यम् उच्यते इत्येव रूपं. सम्यक् धन्यवादः महोदय. श्रीवल्ली भगिनी अग्रिमद्वयं प्रयत्नं करोति वा? प्रच्छयोगः यक् प्रच्छयोगः यक् रेफस्य स्थाने ऋकारः आगच्छति यक् प्रत्यय संयोजनेन पृच्छ्यते इति रूपं भवति. सत्यं पृच्छ्यते इति रूपं पृच्छ्यते पृच्छ्यते पृच्छ बृज्यते तत्र कार्यमस्ति तत्र कार्यमस्ति. आं भगिनि बृन् बृन् कोः तत्र सकारः जकारः सामान्यमेव सन्धिकार्यं सकारः जकारः अस्ति अतः प्रथमं किं भवति सकारः जकारः ब्रश्च किल सकारः अस्ति जकारः जकारे परे तत्र सामान्यकार्यं भवति किल सन्धिकार्यं जस्तु सन्धि प्रथमं स्तोश्चुनाश्चुः किल अतः सकारस्य स्थाने ताळव्यषकारः षकारः किल इदानीम् इदानीं ताळव्यषकारः जकारः अतः जलिपरे जलां झषि जलां जलां स्थाने झषादेशः झषि परे बृज्यते इति रूपम् अतः तत्र बृ इज् जयते जकारद्वयम् सो इट्स् प्रश्च इति आरम्भः जातः प्रथमं भ्र इति रेफस्य स्थाने ऋकारादेशः इदानीं तत्र ऋकारः अस्ति सकारः जकारः तयोः सन्धिः करणीयः अतः श्चुत्वं प्रथमं अतः तत्र श ताळव्यषकारः सत्यं भृज्यते इति रूपम् अत्र जरोजरि सवर्णे इति भवति वा इज् ज जकार जकार यकार भृज्यते इति भवति वा इति जरोजरि इति न जानामि वा अस्ति अस्ति वा जरोजरि इति जरोजरि सवर्णे इति सूत्रमस्ति निमित्तं द्रष्टुम् जर जर परे सवर्णे जरि परे लोपः भवति इति खलु तत्र एकवारं हल उत्तरस्य क्षम्यतां उत्तरस्य हल उत्तरस्य अस्ति वा नास्ति खलु अत्र नास्ति नास्ति हल् नास्ति किल तत्र हल् हलः परस्य जर्वर्णस्य सवर्णे जर्वर्णे परे सुकल्पेन लोपः अत्र तु हल्वर्णः तु नास्ति अनचिच इत्यनेन द्वित्वं भवति अनचिच इति सूत्रं द्वित्वविधायकं अचोरः अभ्यां द्वे अनचिच सर्वं द्वित्वं कारयति लोप इत्यस्य सवर्णे लोप एकमेव वा तत्र एकमेव वा जरोजरि सर्वं जरोजरि इति त्रिपादिसूत्रमस्ति तत्र वैकल्पिकेन भवति एकमेव इति हल हलः यमां यमि लोपः इति अस्ति इति एकमस्ति हलः यमां यमि लोपः हल् उत्तर अन्तस्थाः वर्णपञ्चमाः अस्ति चेत् हल् वर्णात् परस्य यं वर्णस्य यं वर्ण वर्णे परे विकल्पेन लोपः सन्धिसूत्रमेव तत्रापि वयं सन्धिसूत्रे वयं कृतवन्तः हलो यमां यमि लोपः इति परन्तु तद् तद् पुनः हल् एव आवश्यकं यं वर्णः यम् इति अस्ति अन्तस्थाः अथवा वर्गपञ्चमः जकारः तु अन्तस्थः अपि नास्ति वर्गपञ्चमः अपि नास्ति किल वर्गपञ्चमः अपि नास्ति अतः न भवति अत्र अत्र उषा भगिनी अग्रिमद्वयं व्यद् योगः यक् द्यद् योगः यक् वकार यकार बोधं सम्प्रसारणवान् न सम्प्रसारणे सम्प्रसारणम् इत्यनेन वकारस्य वा यकारस्य यकारस्य सम्प्रसारणं भवेत् व्यद् वाट् इस् दट् सूत्रं वचिस्वपि व्यद् वचिस्वपि गृही लेट् मी लुक् अट् दट् सूत्रं वचिस्वपि गृहीज्य वयि व्यदि व्यदि सो गृहीज्य वयि व्यदि वष्टि विचति विच्छति पृच्छति बृजति नाम इति च इत्यनेन व्यद् योगः यक् यकारस्य सम्प्रसारणं भवेत् यकारस्य स्थाने इकारः आदेशः भवति यकारस्य स्थाने इकार आदेशः अनन्तरं तत् अकारः लोपः भवति सम्प्रसारणाच्च सम्थिङ्ग् लैक् दट् पूर्वरूपमेव आदेशः भवति सो वकार ईकारः भवेत् वकार ईकारः विद् विद्यते इति रूपं भवति विद्यते विद्यते व्यच् गृहीज्या वयि व्यच् ओ व्यच् विच् सूत्र विचति ओ विचति सो व्यच् योगः यक् यकारस्य वाट् इस् दट् न सम्प्रसारणे सम्प्रसारणम् इत्यनेन यकारस्य एव इकारः भवति पूर्वरूप एकादेशः न सम्प्रसारणाच्च इत्यनेन सो विच् विच्छ्यते विच्छ्यते इति भवति अतः सम्प्रसारणे सम्प्रसारणं वदति सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति अतः एव पूर्वं स्थितस्य वर्णस्य सम्प्रसारणं न भवति सम्प्रसारणाच्च किं वदति इत्युक्ते सम्प्रसारणसंज्ञकवर्णात् अचिपरे पूर्वपरयोः स्थाने एकः पूर्वरूप आदेशः सम्प्रसारणाच्च न सम्प्रसारणे सम्प्रसारणं सम्यक् अतः किं वक्तुं विच्यते धन्यवादः भगिनि विजयाभगिनी अग्रिमद्वयं वच् योगः यक् नमस्कारः महोदय. नमस्ते. अत्र वच् वच्योगः यक् चकारस्य स्थाने अत्र वकारः सम्प्रसारणं भवति वा महोदय? अवश्यं भवति. उच्यते इति सूत्रेण इदानीमेव दृष्टवन्तः खलु तत्र गृहीज सूत्रद्वयमस्ति. पूर्वमेव पश्यतु, तत्र सूत्रद्वयमपि अस्ति. विच्छति वचिस्वपि गृहीज. हा, अत्र वचिस्वपि यजादीनां खिति इत्यनेन वच् अस्ति. अत्र वच् अपि अस्ति, स्वप् अपि अस्ति. अथवा तत्र एतद् धातूनां सम्प्रसारणं भवति. अतः वकारस्थाने उकारः भूत्वा अनन्तरं यक् यक् अस्ति. अत्र या एव तिष्ठति. उच्यते इति भवति. अत्र विवक्षा अनन्त विवक्षा आत्मनेपदिनः अस्ति, अतः तत्र उच्यते इति भवति. भावकर्मणोः आत्मनेपदित्वं उच्यते. भावकर्मणोः आत्मनेपदि. अनन्तरं स्वप् अस्ति, तत्रापि सम्प्रसारणं भूत्वा अत्र वकारः मध्ये अस्ति. सुप्यते इति सुप्यते इति पदमस्ति वा महोदय? सुप्यते कथं भवति इति वदतु भवती एव. वकारस्य स्थाने वचिस्वपि अत्र अस्ति एव खलु, मत्र तत्र वचिस्वपि यजादीनां किति इत्यनेन स्वप् धातुः अत्रापि आगच्छति. अतः तत्र सम्प्रसारणं भवति एव. अनन्तरं तत्र भावकर्मणोः इति यक् आगच्छति, अत्र यकारः एव तिष्ठति. अत्र सुप्यते इति भवति वा महोदय? सत्यं सुप्यते एव. बकारस्य स्थाने उकारः, सकारः, उकारः, सुप्यते. सुप्यते. यज् अपि करोतु भगिनि. यज् इति तत्र अत्र यज् अपि अस्ति. अत्र अनन्तरं सम्प्रसारणं भवति एव. यकारस्य स्थाने यकारः भूत्वा यज् भवति. अनन्तरं भावकर्मणोः यक् अस्ति, यकारः आगच्छति. यज् अनन्तरं भावकर आत्मनेपदिनः विवक्षा अस्ति, अतः तत्र यज्यते इति भवति. सत्यं सत्यं, परन्तु विवक्षा आत्मनेपदित्वं नास्ति, रूपम् आत्मनेपदि एव भवति. आमां, रूपमेव आत्मनेपदिनः. तदेव एकमेव एकमेव तत्र अन्ते आत्मनेपदित्वमेव प्राप्नोति. अतः विवक्षा किमपि नास्ति. विवक्षा अपि किमपि नास्ति एव. एतत् भावकर्मणोः समीचीनतया सूचयति एव अत्र आत्मनेपदि एव इति. सत्यं सम्यक् सम्यक्, धन्यवादः रघुपतिमहोदय. अग्रिमद्वयं वप् वप् भगिनि यज् आं भगिनि पृच्छतु. यज् इति युज्यते नास्ति? युज्यते एव. ओके, युज्यते. मया उक्तं खलु उषा भगिनि, ऐ थाट् शी सेड् युज्यते. न न न, युज्यते. सम्प्रसारणं भवति. ओके ओके, सारी भगिनि. नास्ति चेत् नास्ति चेत् वप् वह् द्वयमपि तत्र सम्प्रसारणदातु वचिस्वपि यजादीनाम् यजादीनाम् इत्यनेन भवति. उप्यते, उह्यते. समानरीत्या तदेव वचिस्वपि यजादीनामेव. आम्, श्रीवल्ली भगिनी अन्तिमद्वयं वद् वद् प्लस् एक् वकारस्थाने उकारः आदेशः भवति. उच्यते एक् द्वयोः अपि वचिस्वपि यजादीनां किति इति सूत्रेण वत् सम्प्रसारणं भवति. वश् ग्रहीज्या वै व्यति वष्टि विच्छति पृच्छति पृच्छति भृञ्ज भृञ्जतीनां इति च ते सूत्रेण वकारस्य स्थाने उकारः आगच्छति. उष्यते उष्यते. वेल्कम् भगिनि उषां, श्रीवल्ली भगिनि. नमस्ते नमस्ते नमस्ते विजय. कथमस्ति कथमस्ति? सम्यक् अस्मि. नमस्ते भगिनि. नमस्ते. अतः तत्र भाषापाक प्रथमपुस्तके तत्र चर्चा आसीत्, तत्र वद् इति धातुः तद्वयं तु वदति अवदत् वदिष्यति इति प्रयोगं कुर्मः, परन्तु यदा कर्मणि प्रयोगः इष्यते चेत् वयम् उच्यते इति कुर्मः, तत्र सर्वदा तत्र भ्रमः भवति. वद् धातोः एव कर्मणि रूपम् उच्यते इति, तत्र तादृशं नास्ति इति. तत्र भ्रुवोवचि इति अपि वयं दृष्टवन्तः, तत्रापि उच्यते इति रूपं. वच् धातोः अपि तत्र यक् यदा विधीयते तत्र उच्यते इति रूपं भवति इति एकं चिन्तनम् आसीत्. तत्र भ्रमः भवति, वद् धातोः एव उच्यते इति, वद् धातोः रूपम् उच्यते नास्ति, उच्यते. अत्र एकं षत्व आदेशसूत्रमेकमस्ति, तत् पश्यामः. अलः सावधातुपयोगीर्घः, अस्तु, वत् धातोः कृते एव किल तत् नाव शास्. आं सत्यम्. आं सत्यम्. उषा भगिनी तत्र करोति वा वस् योगः यक्, तत्र वचिस्वपि यजादीनाम् इत्यनेन सम्प्रसारणं भवति, अनन्तरं किं भवति? आं भगिनि, वस् योगः यक् वचिस्वपि यजादीनां किति इत्यनेन वकारस्य स्थाने उकारः भवति. उस् योगः यक् उस् योगः यक् योगः यक् सकार यकार सकारस्य स्थाने शकार आदेशः भवति वा? शासि वसि गस्सीनां च इन्कोः सः मूर्धन्यः संहितायाम्. ओके, सकार यकार अत्र संहिता अस्ति. शासि वसि वसि वस् धातुः अस्ति सूत्रे. शासि वसि गसीनां च इन्कोः इन्कोः इस् ओ इत्यस्य अधिकारः अधिकारः. सो इकारः परः अस्ति इन् इण् या उकारः सकार अत्र सकारस्य पूर्वम् उकारः इण् आसीत् इन्कोः दट् सकारः मूर्धन्यः भवति. सो उस् इति उष् इति भवति, उष्यते इति भवति. सत्यं सत्यं, तदेव रूपम् उष्यते इत्येव अन्तिमरूपम् अस्ति. तत्र शास् वस् गस् इत्येतेषां धातूनाम् इन् प्रत्याहारस्थवर्ण उत्तरस्य तत्र कवर्गवर्ण उत्तरस्य च सकारस्य षत्वादेशः भवति. इन् प्रत्याहारः तु सर्वदा परणकारेण वयं स्वीकुर्मः किल, अथवा कवर्गवर्णः अस्ति चेत् तत्र सकारस्य षत्वादेशः भवति. अत्र तु वैशिष्ट्यं किम् इत्युक्ते आदेशप्रत्ययोः इत्यनेन षत्वं न सम्भवति, अतः शासि वसि गसीनां च इति सूत्रस्य आवश्यकता तत्र. अतः तत्र प्रथमं वचिस्वपि अजादीनाम् इत्यनेन सम्प्रसारणम्, अनन्तरं शासि वसि गसीनां च इत्यनेन षत्वादेशः उष्यते इति रूपम्. अत्र परसूत्रं बलवत् भवति खलु महोदय? किं परसूत्रं अत्र A359 अस्ति? आम्, परन्तु त्रिपाद्याम् अस्ति किल. सो परसूत्रम् इत्यस्य मुख्यत्वं नास्ति. किं भगिनि? नो, त्रिपादी अस्ति कारणतः परसूत्रम् इति बलवत् इति नास्ति. इट् गोस् इन् दट् आर्डर्. अत्र त्रिपाद्यामपि अस्ति खलु महोदय? अत्र पूर्वसूत्रात् परसूत्रं बलवत्, पूर्वसूत्रं वा परसूत्रं वा? नो, पूर्वसूत्रस्य कृते परसूत्रम् असिद्धं भवति. असिद्धं भवति परन्तु अत्र अपवादः अस्ति चेत् एव भवति नानतना भवती पूर्वत्र असिद्धम् इत्यस्मिन् विषये वदति तत्र पूर्वसूत्रं बलवत् सपादसप्ताध्यायामेव विप्रतिषेधे परं कार्यम् त्रिपाद्यां पूर्वत्र असिद्धं परन्तु सूत्राणि तु क्रमेण गच्छति त्रिपाद्याम् अतः 8 to 8 360 इति 8 359 इत्यस्मात् अनन्तरमेव आगच्छति किल भगिनी अत्र एतत् अस्ति खलु पूर्व पूर्वं प्रति परं सूत्रं परं सूत्रं प्रति दट् इस् ओन्लि फर् सपादसप्ताध्यायी भगिनी पूर्वपरनित्य अन्तरङ्ग अपवाद तद् वदति वा उत्तरोत्तरं बलीयः तद् तु सपादसप्ताध्यायी तत्र इति त्रिपाद्यां तु क्रमेण गच्छति अतः तत्र आदेशप्रत्ययोः इत्यस्य कार्यं न भवति इति कृत्वा शासि वसि गतीनां च इति पृथक्तया सूत्रं निर्मितम् सर्वम् अत्र सर्वम् आगच्छति तत्र अनुवृत्तिरूपेण परन्तु विशेषरूपेण आगच्छति तत्र इण् अपि नास्ति कोः अपि नास्ति इति कृत्वा एकं सूत्रम् समीचीनम् उस् इति सकारः आदेशः नास्ति प्रत्ययः नास्ति सत्यम् आम् आदेशः अपि नास्ति प्रत्ययः अपि नास्ति आम् सो वचिस्वपि यजादीनां किति इत्यनेन न शासि वसि गसीनां च इत्यनेन एव शकारः भवति सकारस्य स्थाने शकारः भवति उकारः तु इदानीम् इन् प्रत्याहारस्य वर्णः तस्य उत्तरस्य सकारस्य शब्दः स्पष्टमस्ति वा विजया भगिनी इदानीम् आमां किञ्चित् क्लेशः आसीत् नास्ति अस्तु भवती एव अग्रिमं तत्र ज्या योगः यक् अग्रे अस्ति वा आम् अग्रे अस्ति सूत्रत्रयम् अनन्तरम् अभ्यासः इति दत्तं ज्या योगः यक् इदानीं ज्या स्थाने जि इति आदेशः केन सूत्रेण कथं कार्यम् इति वदति ज्या योगः यक् इदानीम् अत्र सम्प्रसारणं भवति सम्प्रसारणं सम्प्रसारणं च इत्यनेनैव कार्यं करोति खलु महोदय अत्र न न सूत्रद्वयमेव वचिस्वपि अजादीनाम् अतः ग्रहीज्या वै अतः केन सूत्रेण भवति सम्प्रसारणं ग्रहीजा व्यधि निति च इत्यनेन न इत्यनेन अत्र या धातु आगच्छति अत्र सम्प्रसारणं भवति अतः तत्र इकारः भूत्वा जि इति भवति खलु महोदय अनन्तरं किमर्थम् अत्र अकुर्त् या इत्यस्य मा अस्ति खलु इज् योगः या ओ इज् योगः आकारः अत्र सम्प्रसारणं प्रथमं भवति अनन्तरम् अत्र अनुपूर्वी इत्यनेन तत्र आकारः एव अस्ति अत्र योगः आ योगः यक् इदानीम् इदानीं तत्र जि योगः यक् एव किमर्थं चेत् अत्र आकारस्य लोपः भवति न न न न सम्प्रसारणाच्च इत्यनेन पूर्वरूपादेशः ओ कुत्र अस्ति पूर्वमेव अस्ति सम्प्रसारणाच्च इति सूत्रम् अनेन पूर्वपरयोः पूर्वरूप एकादेशः पूर्वरूपम् एकादेशः अतः तत्र जि एव तिष्ठति यक् अस्ति इदानीम् अलः इत्यनेन ह्रस्व इकारस्य स्थाने दीर्घ इकारः भूत्वा जि इति भवति जि योगः यक् अकृत् सार्वधातुस्य यो दीर्घः इत्यनेन तत्र इत्यनेन हलः इत्यनेन एव जि इति दीर्घं भवति. सेवेन् फोर् ट्वेण्टि फैव् तत्र प्रसक्तिः अस्ति, किमपि परिवर्तनं न जातं तावदेव. अजन्त अङ्गस्य दीर्घादेशः भवति यकारादि प्रत्यये परे. जि इति अजन्तम् अङ्गम्, अतः तत्र यकारादिप्रत्यये परे तस्य प्रसक्तिः तु अस्ति एव किल. एतत् सूत्रमपि दीर्घं भवति इति उक्तं खलु महोदय? सत्यम्. अत्र अत्र किमर्थम् अत्र हलः अपि आगच्छति, अनन्तरम् अकृत् सार्वधातकयोर् दीर्घः अपि आगच्छति? एतत् सूत्रं हलः इति किं वदति? अङ्गावयव अङ्गावयवात् हल् हलः यद् उत्तरं सम्प्रसारणं तद् अङ्गस्य दीर्घः भवति इति विशिष्टसूत्रमस्ति. यत्र सम्प्रसारणभङ्गि अङ्गम् अस्ति तदन्तस्य अङ्गस्य दीर्घः भवति इति. सर्वत्र अकृत् सार्वधातुकयो दीर्घः एव कार्यं करोति चेत् हलः इत्यस्य व्यर्थता भवेत् किल, तद् सूत्रं निरवकाशं भवति. अतः तस्य कार्यम् अत्र अत्र जि योगः यक् भवति, जि इति भवति. अनन्तरं भावकर्मणोः आत्मनेपदीनः इति अत्र सूत्रं सूत्रेण ते भवति. अतः तत्र जीयते इति अन्तिमरूपं जीयते इति रूपम्. अतः तत्र यत्र हल्वर्णः अङ्गस्य अवयवः तस्मात् परे स्थितं यत् अङ्गान्तं सम्प्रसारणं तस्य दीर्घत्वम् इति विशिष्टसम्प्रसारणकार्यं यत्र भवति तत् विशिष्ट सूत्रमस्ति हलः इति. अकृत्सार्वधातुकयोर्दीर्घः इति तु सामान्यसूत्रमेव, सर्वत्र तस्य कार्यं भवति. अतः तत्र हलः इत्यस्य कार्यम् तत्र एव दत्तमस्ति भवत्याः प्रश्नस्य उत्तरम्. हलः अन्तरङ्गसूत्रमस्ति, अतः बलवत् अस्ति. अकृत् सार्वधातुकयोर्दीर्घः इत्यस्य अपेक्षया तत् अन्तरङ्गसूत्रम्, अतः तस्य का बलवत् बलवत्त्वम् बलवत् आम् आम् महोदय. समीचीनम् अस्तु महोदय. भवान् वेङ् योगः यक् योग यक् अत्र ञकारस्य उपदेशे वे इति भवति, वे इति यक् अत्र न सम्प्रसारणे सम्प्रसारणं वे इति तत्र यज वचस्पेजादिनम् इत्यस्मिन् अस्ति इति चिन्तयामि. अत्र अतः यकारस्य एव तत् सम्प्रसारणं भवति वि इति भवति, वि योग ये सम्प्रसारण च इत्यनेन वि वि इति भवति. इदानीं हलः इत्यनेन हलोत्तरस्य सप्तसारणाङ्गस्य तत्र दीर्घः भवति वि वि योग यक् तत्र अग्रे अकृसार्वदीर्घ इत्यनेन पुनः दीर्घः एव वीयते इति वीयते इति रूपं. सत्यं, सम्यक्. धन्यवादः महोदय. श्रीवल्ली भगिनी वे योगः यक् वचि स्वपि यजादीनां किति इति सूत्रेण सम्प्रसारणं भवति. वे स्थाने ऊ इति आदेशः भवति, ऊयते इति रूपं भवति. सत्यं, तत्र दीर्घं भवति वा न भगिनि? किमर्थं न ऊयते? ऊ हल् सङ्घस्य दीर्घादेश भवति, एकारे इति प्रत्यपति तत्येव न जानामि भगिनि. तत्र किं वे इत्येव कृतवन्तः किल, ऊ इति भवति. ऊ योगः यक् अङ्गावयवात् हलः यद् उत्तरं हल् यकारः हल् वर्णः अस्ति वा? आम् सम्प्रसारणम् अङ्गमस्ति वा? तस्य दीर्घत्वं भवति ऊयते. हल् उत्तरस्य भवति खलु भगिनी? अस्ति हल् नास्ति खलु पूर्वम्, अतः अकृसाधकदीर्घ इत्यनेन एव भवति खलु, न तु हलः इति. कस्य हलः नास्ति अत्र? हलः नास्ति, हल् उत्तरस्य हल उत्तरस्य अङ्गस्य एव भवति सम्प्रसारण दीर्घः हलः इत्यनेन दीर्घस्थं भवति. अत्र वे वकार एव तत्र आदौ एव अस्ति, अत्र पूर्वं यत् हल् नास्ति अतः तत्र पश्यामः चेत् जि इत्यत्र हल् कुत्र अस्ति? जकार जकार जकार अस्ति न जकार जकार इकार इति जकारिक हल् भवेत् हल् उत्तर हल् इति पञ्च पञ्चमी अस्ति खलु अहं चिन्तितवती तत्र यकारः इति स्वीकृतवान् आकृसार्धकदीर्घ इत्यनेन भवति इत्यनेन दीर्घः श्वे अत्र भवति अत्र श्वे इत्यस्मिन् अपि भवितुमर्हति परन्तु अत्र न इति वकारस्य स्थाने एव उकारः अस्ति पूर्वं हल् नास्ति अतः ओ हल् वर्णः अङ्गस्य अवयवः भवेत् तस्मात् परे स्थितम् अङ्गन्तम् अस्तु तत्कारः एव ऐ थिङ्क् वप् वश् वद् वश् for those dhatus to halaha halaha prasaktih nasti aam aam satyam aam purvam aam yada vasiti svikurmah tatra usiti abhavat tatra tu hal uttaram nasti satyam aam satyam halaha uttara nasti anga avayavah hal bhavet hal varnah angasi avayavah तस्मात् परे स्थितं यत् अङ्गान्तं सम्प्रसारणम् अन्ते भवेत् सम्प्रसारणम् अत्र यदा बस् इत्यत्र तु अङ्गान्ते सम्प्रसारणं नास्ति बश् इत्यत्र अपि नास्ति सत्यम् अन्यत्र अपि नास्ति किल स्वप् बच् आम् कुत्रापि नास्ति सम्यक् आम् सत्यम् अतः ऊह्य किं रूपम् आसीत् ऊयते ऊयते अकृत् सार्वदातुकीय दीर्घः इत्यनेन एव तत्र दीर्घत्वं शक्यते. अस्तु उषा भगिनी भवति ह्वेङ् योगः यक् ह्वेङ् योगः यक् ह्वेङ् यजाति ह्वेङ् योगः यक् यजाति कृते वचि स्वपि यजादीनां किति इत्यनेन वकारस्य स्थाने उकार आदेशः भवति हकार उकार एकारः देन् सम्प्रसारणाच्च इत्यनेन उकार एकारस्य स्थाने उकार एव भवति पूर्वरूप आदेशः भवति हकार उकारः भवति हु योगः यक् भवति कु योगः यक् हकार उकारः अत्र हलः अङ्ग अवयवात् हलः यद् उत्तरं सम्प्रसारणम् अस्ति सो अङ्ग अवयवात् पूर्वमेव वयं दृष्टवन्तः जि हलः हलः इत्यनेन दीर्घत्वं भवति एवमेव हु योगः यक् इति स्थिते उकारस्य हकार उकारस्य स्थाने उकारः ऊकारः भवति हू इति भवति हू योगः यक् अनन्तरम् अकृत् सार्वधातुकयो दीर्घः इत्यनेन प्रसक्तिः अस्ति परिमाणं नो चेञ्ज् देर् सो उहूयते इत्येव रूपं भवति हूयते आहूयते इति वदामः किल तदेव आहूयते हूयते सत्यं दीर्घं हूयते सम्यक् धन्यवादः भगिनी विजया भगिनी अन्तिमं श्वीक् योगः यक् भगिनी अत्र आह्वयते आह्वयते इति अस्ति आहूयते आहूयते अत्र हूयते अत्र आकारः किमस्ति अत्र उपसर्गः भूत्वा अत्र आम् सत्यं सत्यं सत्यं तदेव अहम् आम् आम् आम् सत्यं यदा उपसर्गः योजयामः परन्तु हूयते इति अपि रूपम् अस्ति अहं केवलम् उदाहरणार्थम् उक्तवती आहूयते इत्युक्ते अत्र अर्थः अस्ति अस्ति आम् आम् धातुः अर्थः न न धातो अर्थः धातु अर्थः किम् इति द्रष्टव्य आम् तत् समानार्थः समटैम्स् सम कुत्रचित् परिवर्तनं भवति कुत्रचित् न भवति इति धातुः किल हू इति जुहोति खलु हू हू इति जुहोत्यादिगणे धानयोः आधाने प्रीणने इति जुहोत्यादिगणे टु साक्रिफैस् टु ईट् टु कन्स्यूम् इति अर्थे भवति जुहोति इति भवति किल जुहोत्यादिगणे जुहोति इति हू धातु पूयते इति रूपं भावकर्मणोः इदानीं स्वी योगः यक् अत्र शकारः अनुपूर्वीकरणं चेत् शकारः वकारः इकारः शकारः वकारः इकारः इदानीम् अत्र स्वी अस्ति अत्र अतः तत्र वकारस्य स्थाने उकारः भवति सम्प्रसारणं स्वीयते वा महोदय स्वीयते वकारस्य सम्प्रसारणी वर्णः कः वकारस्य उकारः भवति इदानीं करोतु उकारः अस्ति शकारः अस्ति उकारः अस्ति इकारः अस्ति अतः किं भवति पूर्वपरयोः स्थाने पूर्वरूप आदेशः अतः कः वर्णः सम्प्रसारणं पूर्वं किम् आदेशः भवति अतः श्रूयते वा श्रूयते इदानीं हलः भवति वा अकृत्सार्वधातुकयोर्दीर्घः भवति वा अलः उत्तरस्य हल् उत्तरं सम्प्रसारणम् अस्ति वा अत्र एतदेव भवति खलु महोदय सत्यम् आम् अतः दीर्घत्वं भूत्वा उत्तरं यद् उत्तरं सम्प्रसारणं तद् अन्तस्य अङ्गस्य दीर्घः भवति श्रूयते श्रूयते इति रूपः किल शिवश श्रूयते परन्तु श्रूयते आगच्छति चेत् समीचीनं भवति खलु श्रूयते इति श्रूयते अपि तद् धातुः भिन्नः किल भगिनि श्वी इति धातुतः श्रूयते इति रूपम् तत्र श्रूयते इति धातुः किल तद् धातुः भिन्नः धातुः अस्ति चेत् उकारान्तधातुः तत्र अकृत्सार्वधातुकयोर्दीर्घः इत्यनेन साक्षात् दीर्घत्वं भूत्वा श्रूयते इति रूपम् अवगतं किल तद् भिन्नधातुः एव अत्र कार्यं करोति आम् तत् सम्प्रसारणी धातुः अस्ति इति कृत्वा हलः इत्यस्य कार्यम् श्रू इति सामान्यधातुः अकृत् सार्वधातुकविषये किम् उक्तवती श्रू धातुः यदा पृष्टवती तत्र अहम् उक्तवती श्रू धातुः उकारान्तधातुः तत्र अकृत् सार्वधातुकदीर्घः इति सामान्यसूत्रेण एव ऊकारः भवति श्रूयते इति रूपम् आम् आम् धन्यवादः अग्रिममस्ति अनिदितः दातवः इति तत्रापि किञ्चित् एकं वा द्वयं वा स्वीकृत्य पश्यामः तत्र महोदय तत्र एकं दातु दातु किमस्ति अस्तु महोदय क्रमेण एव गच्छामः अञ्च अञ्च इति दातुः तत्र किं भवति इति वदतु अञ्च अञ्च इति दातुमस्ति अञ्च योग यक् अत्र अनिदितं तत्र नकार अनिदित् धातुः अस्ति इति कृत्वा नकारस्य लोपः भवति अनिदितां हल उपादायः किति चैत्यसूत्रेण किति च इति इत्यपि इत्यनेन तत्र लोपः भवति, अतः अच् योग यते अच्यते इति अच्यते इति भवति. पूर्वं नकारः आसीत् इति कृत्वा तस्य लोपः इदानीम् अनिदिता मलौपदाय इति इत्यनेन भवति. समीचीनम्, अच्यते. श्रीवल्ली भगिनी भवती अपि तत्र द्वितीय तद् अभवत् ग्रन्थ् इति वदतु भगिनि. ग्रन्थ् द्वितीय स्तम्भे अस्ति, सेकेण्ड् रो ग्रन्थ् वा पुन्त् वा यत्किमपि करोतु. ग्रन्थ अनिदितं फलोपदायमिति इति सूत्रेण उपदास्थितायां नकारस्य लोपः भवति. ग्रत् अण्टेन् ग्रथ्यते द्रथ्यते इति रूपं, नकारलोपः तु भवति एव सामान्य. धन्यवादः भगिनि. उषा भगिनी तृतीय तुम्प् तुम्प् तुम्प् इति पकारस्य पूर्वं मकारः अस्ति, तत् मकारः अनिदितां हलः अङ्गस्य उपदायाः नः लोपः. अत्र यत् तुम्प् योगः यक् कितिङ् इति कित् अस्ति, नकारः लोपः भवति, सो अत्र मकारः लोपः भवति, तुप्यते इति भवति. तुप्यते तुप्यते तुप्यते सत्यं, पूर्वं नकारः आसीत् इति चिन्तनं कृत्वा तस्य लोपः इदानीं. सम्यक्, धन्यवादः. विजया भगिनी अग्रि अन्तिम तत्र दंश् इति धातुः दकारः अनुस्वारः दंश् दंश् अत्रापि उपदायं स्थितस्य नकारः लोपः भूत्वा दंश्यते इति भवति. न दश्यते सम्यक्, दश्यते भ्रश्यते ध्वस्यते इति रूपं भवति. सत्यं तावदेव सम्यक्. उपदा नकारः लोपः भवति अनिदित हल् उपदायः हल उपदायः इति सत्यं सम्यक्. अतः तत्र प्रथमपाठे चिन्तनं समाप्तं, द्वितीयपाठे पश्यामः. द्वितीयपाठे किम् आसीत्, चुरादिगणस्य विषये आसीत्, तद् एकवारं कृत्वा अग्रे समयः अस्ति चेत् अग्रे अपि करामः. तत्र किम् अस्ति इत्युक्ते चुरादिगणे भावकर्मप्रक्रियायां प्रथमकरपत्रे तु वयं नवसु गणेषु किं किं जातम् इति दृष्टवन्तः. अत्र गणचिन्तनम् इति किमपि नास्ति, परन्तु चुरादिगणं विहाय अन्यत्र किं जातम् इति दृष्टवन्तः. चुरादिगणे तु निच् इत्यस्य निच् विधीयते किल, अतः तत्र किं चिन्तनम् इति अस्मिन् करपत्रे द्वितीयकरपत्रे अस्ति, अतः तस्मात् पश्यामः. महोदय, चुर् धातुः किं भवति इति वदति वा? चुर् अस्तु, चुर् धातु सामान्यचिन्तनं प्रथमं वदतु, अनन्तरं भावकर्मणोः किं भवति इति पश्यामः. अस्तु, चुर् धातु अस्ति, चुर् धातु तत्र किमस्ति, अत्र प्रेरणार्थे खलु, प्रेरणार्थे स्वार्थे किल, स्वार्थे निच् चुरादिभ्यो निच् चुरादिभ्य निच् सत्यापपाशरूपवीण तूलश्लोकसेना लोमध्वजवर्णवर्णचूर्ण चुरादिभ्यो निचित्तिन निच् भवति, अतः चुरुयोग निच् अत्र पुगन्तलघुपद इत्यनेन तत्र तत्र गुणः भवति. चोर् चोर्योग इ चोरी चोरी योग यक् इदानीं चोरी योग यक् इति इदानीं तत्र चोरी योग यक् यक् इति अनिट् अस्ति इति कृत्वा नेह लोपः भवति, नेरनिति इत्यनेन णिच लोपः भवति, अथवा चोर् इति भवति चोर्. परन्तु वयं तु इदानीं स्वार्थे एव चिन्तयामः किल, नेरनिटि इत्यस्य तत्र कार्यं किम्? महोदय, अत्र एचो एव यावः इति कार्यं करोति. चोरी योगः चोरी इति नूतनधातुः खलु, न सामान्यचिन्तनं अत्र शप् भवति तत्र कर्तरि शप् इत्यनेन तत्र शप् भवति तत्र सरदधातवज धात्वज्ञा अस्ति अतः तत्र कर्तरि शप् तिप् प्रत्ययेन तत्र सर्वात्के प्रत्ययपरे विकरणप्रत्यये शप् इति भवति कर्तरि शप् अतः चोरयति इति भवति तत्र भवति चोरयति चोरवाहितसूत्रेण इति अस्ति अत्र सार्वधातुक आर्धधातुको इत्यनेन इकारस्य स्थाने एकारः भूत्वा चोरै इति भवति अनन्तरं चोरै इति भवति अनन्तरं एचु एचु एव यावः इत्यनेन चोरै इति भवति अनन्तरं यकारः भूत्वा चोर अनन्तरं ति योजनेन चोरयति इति अन्तिमरूपं सत्यं सामान्यकर्त्रार्थे चोरयति इति रूपं चुरादिगणे तत्र कर्त्रार्थे चोरयति इति रूपं तत्र निष्पाद्यते तत्र प्रेरणार्थे निचि इत्युक्ते किं भवति इति एकवारं वदतु महोदय पट् इति स्वीकरोतु अथवा लिक् इति स्वीकरोतु किमपि पट् पट् अस्तु पट् इति अर्थं तत्र पट् योग निच् अस्ति तत्र अत उपादायः खलु तत्र अत उपादायः इत्यनेन तत्र पाठ् इति भवति वृद्धिः भवति तत्र पाठ् इति भवति पाठि इति भवति अनन्तरं तत्र गुणः अपि च सूत्रेण सत्यं तदेव भेदः किल तत्र स्वार्थे इत्युक्ते सत्यापपाश द्वयोः स्थलयोः निश्चयेव विधीयते परन्तु अत्र यदा स्वार्थे अस्ति चेत् सत्यापपाशरूपविनातुलतेन सूत्रेण चुरादिभ्यो निच्छति निच् विधीयते अत्र तु हेतुमति च प्रेरणार्थे निच् हेतुमति च इत्यनेन विधीयते अत्र अत उपादायाः इत्यस्य अपि प्रसक्तिः अस्ति अत उपादायाः इत्यनेन तत्र उपादायां स्थितस्य वर्णस्य वृद्धिः भवति ङिति ङिति प्रत्यये परे अतः पाटी इति तस्य रूपम् अनन्तरं समानकार्यमेव द्वयोः स्थलयोः इदानीं यक् विधीयते चेत् किं भवति इति पश्यामः श्रीवल्ली भगिनी वदति वा इदानीं चुर्धातुः एव तत्र वयं कर्मणि विवक्षा अस्ति चेत् भावकर्मणोः तत्र किं भवति कर्मण्यर्थे प्रथमं सत्यापपाश इत्यनेन निच् विधीयते अनन्तरं सत्यापपाशरूपवीणातूलश्लोकत्वेन वर्म वर्णचूर्ण चुरादिभ्यो निच् चूरि प्लस् एक् अनन्तरं नेरनिटि इत्यनेन निचः लोपः इकारस्य लोपः हे चोर् प्लस् एक् निच् इकारस्य लोपः भवति चोर् प्लस् एक् चोर्या चोर्या प्ल अङ्गं चोर्या प्लस् ते चोर्यते तावदेव सम्यक् सार्वधातुके यक् इति तृतीय अध्याये अस्ति अतः तस्य कार्यमेव प्रथमं सत्यापपाश प्रथमं तृतीय अध्यायस्य प्रथमपादे अस्ति अनेन निच् विधीयते अनन्तरं सार्वधातुके यक् तृतीय अध्यायस्य प्रथमपादस्य सप्तषष्टितमं सूत्रम् अतः तस्य कार्यम् अनन्तरम् अन्ते तु नेरनिटि इत्यस्य कार्यं 6-4 अङ्गकार्यमस्ति अतः नेरनिटि इति अन्ते भवति अनेन नीलोपः भूत्वा निचः लोपः भूत्वा चोर्यते इति रूपं समानरीत्या तत्र कथयोगः निच् इति भवति चेत् किं भवति इति वदति वा कथा प्लस् निच् अत्रापि अत उपादायाः इत्यनेन वृद्धिः भवति काथा नु वृद्धिः भवति स्म अतः वृद्धिः निति निति प्रत्यये परे भवति परन्तु अतः परस्मिन् पूर्वविधौ इत्यनेन परनिमित्तिकः अजादेशः स्थानिवद् भवति पूर्वविधौ कर्तव्ये खत् धातोः अन्त्यः लोपः तद् भवती प्रायः न आसीत् तस्मिन् समये वयं यदा निच् प्रत्ययः दृष्टवन्तः तत्र वयं कृतवन्तः उषा भगिनी स्मरति चेत् वदतु आं भगिनि, आर्धधातुके इत्यनेन अथोलोपः, अथोलोपः इति सूत्रस्य प्रसक्तिः भवति. कथ इत्यस्य फैनल् अकारः, तकारयोगकारः, अन्तिम अकारः लोपः भवति. अत्र निच् इति आर्धधातुके अथोलोपः. अनन्तरं अच परस्मिन् पूर्वविधौ इत्यनेन परनिमित्तिक अजादेशः, परनिमित्तिक अजादेशः. अत्र तकार उत्तरवर्ति अकारस्य स्थाने लोपः इति अजादेशः, परनिमित्तिक अजादेशः. णिच् इत्यस्य परनिमित्तिकः भवति. पर णिच् कारणेन यत् अकारस्य स्थाने लोपः भवति तत् परनिमित्तिक अजादेशः. स्थानिवत् भवति पूर्वविधौ कर्तव्ये, पूर्वविधौ कर्तव्ये इत्यनेन पूर्वविधि अत्र तकारस्य पूर्वं यत् अकारः भवति, ककार उत्तरवर्ति अकारः अथवा तकार पूर्व तकारपूर्व उत्तर तकारपूर्व तकारपूर्व अकारः पूर्ववि तत् अकारस्य कृते अथ उपादायाः इति सूत्रस्य प्रसक्तिः भवति. तत् तदेव अथ उपादायाः एव पूर्वविधौ कर्तव्ये, पूर्वविधि अत्र अथ उपादायाः. पूर्वविधौ कर्तव्ये इत्यनेन अजादेशः स्थानिवत् भवति, स्थानिवत् भवति इत्यनेन तकार उत्तरवर्ति यत् अकारः लोपः भवति तत् लोपः स्थानि इव अकार इव दृश्यते इत्येव, अतीव दृश्यते. तत्कारणतः तकारः वृद्धिः न भवति, अत उपादायः इति सूत्रस्य कार्यं न भवति इत्यनेन इति एव सारः. सो कथयोगः णिच् इति कात् इति रूपं न भवति, कात इति रूपं न भवति, कति इत्येव रूपं भवति. सत्यं, तत्र तु सम्यक् तदेव. अचः परस्मिन् पूर्वविधौ इति किमर्थं तत्र वयम् आनयामः इत्युक्ते, तत्र अस्माकम् इष्टरूपं तु कथ्यते इति अस्ति. तत्र अतोलोपः इत्यनेन अकारलोपः जातः, 6-4 तस्य लोपः जातः. इदानीम् अहम् अत उपादायाः इत्यस्य प्रसक्तिः अस्ति, कत् योगः णिच्. यदा अत उपादायाः करोमि चेत् कात् योगः णिच् इति रूपम् आगच्छति, तत्र क्लेशः भवति. अस्माकं सिद्धरूपं तु कथ्यते इति इष्टरूपम् अस्ति. अतः तत्र किं कुर्मः, तत्र परिभाषासूत्रम् अचः परस्मिन् पूर्वविधौ इति सूत्रेण परनिमित्तिकः अजादेशः स्थानिवत् भवति, पूर्वविधौ कर्तव्ये. इदानीं यदा अत उपादायः पश्यति तत्र तद् कत् इति न पश्यति, कथ इति पूर्वविधं स्थानिवत् यत् रूपम् आसीत् तदेव तद् पश्यति. अतः तस्य कार्यम् अत्र न भवति. अत उपादायाः इति सूत्रदृष्ट्या इदानीमपि कथ इत्येव अस्ति इति कृत्वा तद् तस्य प्रसक्तिः अत्र न भवति. वयम् अग्रे गन्तुं शक्नुमः, तस्य कार्यम् अत्र न भवति इति कृत्वा अत्र वृद्धिः अपि न भवति. इदानीं सार्वधातुके यक् इत्यनेन तत्र यक् विधीयते. नेरणिटि, सत्यं नेरणिटि इत्यस्य कार्यमस्ति, निच् इत्यस्य कार्यमस्ति, अनन्तरं सार्वधातुके यक् इत्यनेन यक् विधीयते, नेरणिटि इत्यनेन निच्छः लोपः भूत्वा कथ्यते इति रूपम् आगच्छति. इष्टरूपसाधनार्थं तत्र मार्गः अस्ति. अष्टाध्याय्याम् एव कानिचन केचन मार्गाः उक्ताः. अन्यत् तत्र अष्टाध्याय्यां नास्ति चेत् पाणिनिना न उक्तं चेत् तत्र वार्तिकं वा व्याख्यानं वा दृष्ट्वा वयं अवगन्तुं शक्नुमः. तत्र रूपसाधना कथ्यते इत्येव भाषायां प्रयोगः अस्ति, कथ्यते इति नास्ति, परन्तु कत् इत्येव धातुः. तत्र अहं कथं रूपं साधयामि इत्युक्ते तत्र पाणिनिमहर्षिणा एव तत्र उपायम् उक्तम् अचः परस्मिन् पूर्वविधौ इति. समीचीनं वा? अपवादः अस्ति, अल्विधिः अस्ति खलु, अल्विधिः अस्ति चेत् न भवति इति अस्ति, अल्विधिः अस्ति खलु, अतः अत्र तस्य अपवादत्वेन कृतम्. परस्मिन् पूर्वविधौ इति, एतत् सर्वं तु पाणिनिना एव उक्तं. स्थानिवत् आदेशो अनल्विधौ, अचः परस्मिन् पूर्वविधौ इति एतत् सर्वं. केचन तु वयं वार्तिकं वा किमपि भाष्यं वा दृष्ट्वा तत्र रूपं कथं साधयामः इति चिन्तनम्. अस्तु, कथ्यते इति रूपम् अवगतं किल शिवली भगिनि? आं भगिनि. अचः परस्मिन् पूर्ववधौ, अचः परस्मिन् पूर्ववधौ इत्यस्य विषये सम्यक् रीत्या अष्टाध्यायी डाट् काम् मध्ये अस्ति. एकमेकं पदं स्वीकृत्य दलसार्थक्यम् इति वदामः किल, किमर्थम् अचः, किमर्थं परस्मिन् इति, तत्र तदस्ति, तत् सम्यक् रीत्या अस्ति. एकवारं पठतु, न अवगच्छति चेत् अहं पुनः वदामि. आं भगिनि. अस्तु, इदानीं वयं किं, इदानीं कथ्यते इति भावकर्मणोः रूपम् आगच्छति. तत्र कथायोगः णिच्, तत्र वयं सार्वधातुके यत् नेरणिटि सर्वं कृत्वा कथ्यते इति आनीतवन्तः. तत्र पट् इत्यत्र प्रेरणार्थे णिच् विधीयते चेत् किं भवति इति पश्यामः. उषा भगिनी तत्र वदति वा? पट् धातुः. आं भगिनि, पट् योगः प्रेरणार्थे निचार चुरादि हेतुमति, प्रेरणार्थे निच् इत्यनेन हेतुमति च इत्यनेन पट् हेतुमति च इत्यनेन पट् योगः इ इति भवति. पट् योगः इ इति स्थिते अत उपधायाः इत्यनेन पकार उत्तरवर्ति अकारस्य वृद्धिः भवति. पाटि इति भवति, पाटि इति धातुसंज्ञा भवति. देन् सार्वधातुके यक् इत्यनेन तदेव विवक्षा भवति. पाटीयोगः यक् इति स्थिते नेरनिटि इत्यनेन नेः अणिटि, यक् इति इकार इकार इडागमः नास्ति इत्यनेन तत्कारणतः नेः अनिटि, अनिट् प्रत्ययः यक् इति. टकार पाटी इति पाट् एव भवति, इकारः लोपः भवति, णिच् इत्यस्य इ लोपः भवति नेरनिटि इत्यनेन. पाट् योगः यक् पाट्य इति भवति, पाट्यते पाठ्यते पाठ्येते पाठ्यन्ते इति रूपं भवति. नेरनिटि इत्यनेन यस्य आर्धधातुकप्रत्ययस्य इडागमः नास्ति तस्मात् पूर्वं नी प्रत्ययस्य लोपः भवति. अतः तत्र इडागमः नास्ति इति कृत्वा तस्य पूर्वं स्थितस्य इकारस्य तत् इत्युक्ते नी प्रत्ययस्य लोपः नेरनिटि इत्य पाठ्यते इति रूपं. सम्यक्. विजयाभगिनी धा इति वदति वा? आं महोदय. दा योगः निच् अति ह्री व्री ह्री न्यू मायातां पुङ् पुङ्नौ इत्यनेन आकारान्तधातुभ्यः पुक् आगमः भवति. निच् प्रत्यये परे इदानीं दा योगः पुक् आगमः भवति अति ह्री व्री ह्रीक्नुक्ष् मायातां पुङ्नौ इत्यनेन पुक् आगमः भवति. अनन्तरं निश्चयस्य अत्र अनुबन्धलोपानन्तरं इ एव तिष्ठति. दा योगः पुक् योगः इ. इदानीम् अत्र अपि दा योगः पुक् अनुबन्धलोपानन्तरं पकारः एव तिष्ठति. दा दापि इति अन्तिमरूपं. दा योगः प योगः इ योजनेन दापि इति भवति. स्थलाद्यन्तदातवः इत्यनेन धातुसंज्ञा भवति दापि इति. सार्वधातुके यक् इत्यनेन भाववाचके कर्मवाचके च यक् दापि योगः यक्. नेरनिटि इत्यनेन निच् लोपः भवति, अतः तत्र दाप्य इति भवति. अत्र इकारः लोपः भवति, अतः दाप्य इति भवति, दाप्ययोगः ते दाप्यते इति भवति भावकर्म इत्यनेन तत्र आत्मने प्रत्यये भूत्वा दाप्यते इति अन्तिमरूपं निष्पन्नम् अतः तत्र विशेषं किम् इत्युक्ते पुकारमः अति ह्रीष्मायि अतां पुनौ इत्यनेन आकारान्तधातुभ्यः तत्र पुक् आगमः भूत्वा तत्र दाप्यते इति रूपं पै पाने इत्यत्र किं भवति इति वदतु भगिनि पै पाने अत्र पै योगः निच् भवति आदेश उपदेशे उपदेशे छित्ति इत्यनेन उपदेशे एजन्तदातवः अत्र पै इति अत्र आत्वं ना आत्वं नातु शिति अत्र आत्वं भवति एव आदेश उपदेशे शिति इत्यनेन अतः तत्र पा इति भवति आदेश उपदेशे शिति इत्यनेन पा भवति आत्वमेव भवति शिति नाति न भवति अनन्तरं निच् भवति इदानीं चाषा शाच्छा साग्वा वेपं युक् इत्यनेन शो चो सो ह्वे व्ये वे पै इत्येषां धातूनां युक् आगमः भवति निचि परे अस्ति चेत् इदानीं पा योगः युक् एतत् सूत्रेण चाचा ह्वा ह्वाये ह्वाय्या वेपां युक् इत्यनेन युक् भवति पा योगः युक् योगः निच् भवति अनन्तरम् अत्र युक् अनुबन्धलोपानन्तरं यकारः एव तिष्ठति पा योगः ई योगः ई भवति पा इ इति अन्तिमरूपम् अनन्तरं सार्वधातुके यक् इत्यनेन भाववाचककर्मवाचके च यक् भवति अतः तत्र पायि योगः यक् भवति इदानीं पाय इति भवति पाय योगः यक् पाय पाय्यते इति भवति सत्यम् अत्रापि नेरनिटि इत्यनेन निच् लोपः भवति सत्यं अतः तदेव तत्र धातुः आकारान्तधातुभ्यः पुक्कागमः पै पाने इत्यत्र एजन्तधातोः आत्मं भवति परन्तु तत्र तु नूतनसूत्रमस्ति अनेन युक्कागमः यद्यपि तद् इदानीम् आकारान्तत्वं प्राप्तं तदापि तत्र युक्कागमः एव भवति पुक्कागमः नास्ति पाय्यते इति रूपं समीचीनम् महोदय नी वदति वा यः एव एतत् अष्टाध्यायीसूत्रेण अष्टाध्यायीसूत्रं सर्वं महापरीक्षा आसीत् ओ एवं वा अत्रापि तत्र सा च साग्वा एपं तत्र किञ्चित् क्लेशः अत्र अपि आगच्छति मौखिकपरीक्षा वा लेखनपरीक्षा वा लेखन नास्ति कण्ठस्थीकरणम् एक मौखिकम् एकम् एतत् पारायणकर्ता अपि अस्ति अनन्तरं कण्ठस्थीकर्ता अस्ति अत्र सप्त न तु अष्ट एव सन्ति परन्तु अत्र पारायणकर्ता तु एकशतम् अधिकम् आसीत् अत्र जनाः बहवः सन्ति परन्तु एतत् सम्यक् अक्षरं बहवः मिलित्वा एव आगच्छति खलु महोदय एतत् करणीयं खलु पूर्वम् अत्र करणीयमेव कण्ठस्थीकरणीयं वा पूर्णतया कण्ठस्थीकरणम् अन्यस्मिन् पक्षे अस्ति एतत् पारायणकर्ता विषये एव चतुस्सहस्रसूत्राणि अपि वा न महोदय अत्र प्रथम अध्याय अध्याय आरभ्य अष्टाध्याय अष्टम अध्याय खलु तत्र चत्वारिप्लीट् फोर् थौसण्ड् अत्र पृथक् पृथक्तया मध्ये मध्ये एतत् अपि आसीत् अपि सा चा क्वा या वेपां क्लेशः अस्ति बहुवारम् अत्र धन्यवादः तत्र लिङ्क् तु नास्ति परन्तु यूट्यूब् मध्ये पुष्पादीक्षितमहोदय सायङ्काले भारतस्य सायङ्काले वैयाकरणभूषणसारः इति सा न पाठयति, तस्य यूट्यूब् चानल् मध्ये अन्य कोऽपि आगत्य पाठयति। सा अपि छात्रारूपेण स्थित्वा नोट्स् सर्वं लिखति तत्र, बहु सम्यक् अस्ति। यः कोऽपि पाठयति सः बहु सम्यक् रीत्या पाठयति। मानसा भगिनी, मानसा अनन्त न नारः कोऽपि नाम विस्मृतवान् तत्र प्रोफेसर्, तस्य नाम विस्मृतवती। अद्यापि सायङ्काले आसीत्, मम तु समयः न आसीत् अतः न श्रुतवती। लैव् क्लास् आल्टर्नेट् डेस् मध्ये अस्ति इति चिन्तयामि। वैयाकरणभूषणसारः इति पाठयति, इदानीमेव आरब्धं, चत्वारः वर्गः एव अभवत्। एकनिमिषमस्य नाम विस्मृतवती, किमपि वसन्त किमपि पाण्डे पाण्डे पाण्डे पाण्डे वा पाण्डे सा अपि वर्गे स्थित्वा, अहं तद् प्रायः सा जूम् काल् मध्ये अस्ति इति चिन्तयामि, सा अपि छात्रारूपेण स्थित्वा नोट् सर्वं लिखति। मम तु भ्रमः जातः। सः तत्र राजस्थान् तत्र संस्कृत तत्र प्रोफेसर् अस्ति। ओ एवं वा, सम्यक् रीत्या पाठयति। अत्र अष्टमवर्गे एकः पठति महोदय, सः अपि अत्र वर्गः स्वीकृतं नित्यं षड्वादने एव, परन्तु अत्र तदस्ति समीचीनमस्ति, हिन्दीभाषायाम् अस्ति, परन्तु सौम्या भगिन्याः अपि अस्ति तत् दत्तप्रकरणम् इति अस्ति, सा अपि वैयाकरणभूषणसारः किल। आमां तत्र पूर्वं सा कृतवती, तत्र तत् अस्ति व्योममध्ये अस्ति, तत्र अपि सन्ति सम्यक्तया पूर्वं कृतवती, बहु पूर्वं पञ्चवर्षं किञ्चित् पूर्वम् एकवारं श्रुतवान् आसीत्। एतत्तु इदानीमेव प्रचलति, प्रतिदिनं वर्गः अस्ति वा इति अहं न जानामि। यदा यदा तत्र मम यूट्यूब् मध्ये तत्र नोटिफिकेशन् आगच्छति तत्र अहं पश्यामि। अद्य तु आल्टर्नेट् एव वा, अस्तु, अत्र अद्य अहं गन्तुं न शक्तवती, परन्तु अद्यापि नोटिफिकेशन् आगतं वर्गः अस्ति इति। समयः अस्ति चेत् पश्यन्तु, अनन्तरमपि द्रष्टुं शक्यते, रेकार्डिङ्ग् अस्ति। तदेव किञ्चित् किञ्चित् शृणोमि, आम् आम्। तत्र मम तु आश्चर्यचकितं विषयं किम् इत्युक्ते, मातुः अपि तत्र वर्गे स्थित्वा तत्र नोट् सर्वं लिखति इति। अशीतिवर्षः प्रायः तस्य आयुः भवेत् किल, अशीति अथवा तस्य इच्छा इदानीमपि पठनीयम् इति। भवती एतत् सर्वम् अत्र स्थित्वा उक्तवती, अत्र मानसा ना तु प्रियङ्क अनन्तरं ये सर्वे अत्र लिखितवन्तः बोर्ड् मध्ये। ओ एवं वा, ओ सम्यक् समीचीनम्, अस्तु, इतोपि द्वातु द्वयं कुर्मः महोदय। नी योगः णिच् नियोग णिच् अस्ति तत्र, नियोग णिच् अचोर्णिच् इत्यनेन तत्र वृद्धिः भवति, नैयोग इ इति अस्ति, इदानीं तत्र यचो यवाय इत्यनेन नायि इति भवति, नायियोग यक् इदानीं तत्र नेरणिट् इत्यनेन नेरणिट् इत्यनेन तत्र इकारस्य नेः लोपः भवति, नायियोग य नायसे इति भवति वा, नायसे सत्यं, यदा पायते तादृशमेव लिक् इत्यपि करोतु महोदय। णिच् अत्र पुगन्त लघुपदस्य लेक् इति भवति, लेखी योग यक् लेखी योग यक् अत्र लेख्यते इति लेख्यते लेख्यते सत्यम्, इदानीं गुणः जातः किल, लेखि इदानीं मेरणिति इकारलोपः लेख्यते इति सत्यम् बालकेन न न प्रयोजककर्ता प्रयोज्यकर्ता निश्च प्रेरणार्थे किल अत्र अध्यापकेन अध्यापकेन बालकः लेख्यति न शपथं बालकः तत्र द्वयं धातुद्वयं भवति क्षम्यतां कर्मद्वयं भवति खलु पाठः अध्यापकेन तत्र प्रतिबिन्दव्यत्यासं तत्र नास्ति खलु तत्र अत्र अध्यापकेन अध्यापकेन बालकेन पाठः लेख्यते इति भवति अध्यापकेन बालकेन पाठः लेख्यते अत्र बालकः अपि कर्ता अस्ति अनुक्ते कर्ते तृतीया भवति खलु अतः तत्र गतिबुद्धिप्रत्यवसानत्र नास्ति अतः तत्र न भवति अतः बालक अध्यापकेन बालकेन लेख्यते पाठः लेख्यते यत्किमपि अतः प्रयोजककर्ता इति अनुक्ते खलु लेख्यते इति अस्ति अत्र द्वयमपि अनुक्तमस्ति खलु अनुक्ते कर्तरि तृतीया अतः द्वयमपि अनुक्तकर्तरि कर्ता अस्ति अतः तृतीया एव भवति द्वयमपि वा आम् अत्र कर्मपदमेव कर्तु तत्र उक्तमस्ति कर्मपदमस्ति तत्र कर्मपदं तद् सम्यक् तद् सामान्यवाक्येषु अपि तादृशमेव भवति अत्र प्रयोजक प्रयोज्यकर्ता द्वयम् अस्ति किल अतः एव द्वयमपि तृतीया एव भवेत् इदानीं भाषापाकमध्ये द्विकर्मक दातु दातव्यं तद् द्विकर्मक भिन्नं भवति तद् भिन्नं द्विकर्मक इति भिन्नं ओ नीयते इत्यत्र नायते इति नी इति धातुः द्विकर्मकः तत्र यदा वयं स्वीकुर्मः यद्भवति वदति तद् सत्यं तदपि अत्र निच् विधीयते किल प्रेरणार्थे निच् प्रयोजककर्ता प्रयोज्यकर्ता भवती यद्वदति गौणकर्म प्रधानकर्म तद् भिन्न तत्रापि राज्ञा तत्र न तत्र राज्ञा तत्र राजः सेव तत्र क्षम्यतां राजः क्षम्यतां राजा महाराजा अजां नयति इति अस्ति क्षम्यताम् अजां नयति अत्र के तत्र अजां नयति अत्र सेवकः अस्ति सेवकः सेवकेन वा सेवकेन अजां नयति खलु सेवकं प्रेरयति सेवकेन इति भवति अजां नयति इति अस्ति अजां नयति इति अस्ति तत्र राजा किमर्थं राजा इति भवति राज्ञा न इदानीं नयति इति इदानीं कर्तरि इदानीं कर्मणि राज्ञा खलु राज्ञा राज्ञा तत्र किञ्चित् क्लेशः अस्ति खलु अत्र नी इति धातुः अस्ति खलु तत्र गतिबुद्धिप्रत्यवसान इत्यनेन गत्यर्थकधातु इति इति अस्ति वा गतिबुद्धि किल गति अर्थ खलु अतः भगिनि तत्र अस्ति वा तद् नी वा फोर् तत्र अपवादः अस्ति सम्यक् न इति अस्ति तत्र अतः सेवकेन अजा नायते इति भवति सेवकेन अजा नायते सम्यक् चिन्तनीयं सम्यक् अत्र द्वयमपि भवति पूर्वं दृष्टवान् आसीत् तत्र द्वय अत्र निजन्ते गतिबुद्धि तद् विहाय अन्येषु स्थलेषु तत्र द्वयमपि प्रयोज्य तृतीया एव भवति ओ एवं तत्र प्रायः तत् अहम् इदानीं दास्वरामि तत्र कारक अहमपि पश्यामि तत्र एकं जनार्दन उपशुद्धिः इति किमपि पुस्तकं मम पार्श्वे अस्ति कर्मणि एव कारकपुस्तकमपि अस्ति तत् पश्यामि खलु तत्र तत्रापि तदपि प्रायः अस्ति इति चिन्तयामि अहं पूर्वं पठितवान् उपशुद्धिः पुस्तके अवश्यं भवति तदहं पश्यामि तत्रापि तदपि तत्रापि तत्र रूपशुद्ध्यां शुद्धिपुस्तके अपि कारकम् इति पुस्तकात् एव स्वीकृतमस्ति इति लिखितम् आम् आम् आम् सत्यं सत्यम् आम् आम् आम् कर्मणि एव केवलं कर्मणि चिन्तनं तत्र तदपि अहं पश्यामि तत्र वयं अपि नत्व निजन्तमपि जनार्दन हेग्डेन कृतम् अत्र आम् आम् रूपशुद्धिः इति पुस्तके एव कर्मणि निजन्तम् इति पश्यामः तत्र एकोनविंशति इति तत्र पृष्ठसङ्ख्या अस्ति अत्र एतत् विषये समीचीनं पश्यामः तत्र किञ्चित् वयमपि अभ्यासरूपेण तत्र कुर्मः तद् आवश्यकं तद् वाक्यनिर्माणे आवश्यकं भवति यदा केवलं रूपमेव जानीमः चेत् किं लाभं तत्र प्रयोगं न कर्तुं शक्यते चेत् तत्र केचन दातवः महोदयेन एव अत्र उल्लिखितं तत्र प्रयत्नं कुर्वन्ति वा वाक्ये अपि तत्र गृहपाठरूपेण भूयोगः सामान्यदातवः एव तत्र यदा वयं प्रयोज्य प्रयोजककर्ता उपयुज्य वाक्यं निर्मामः चेत् कथं भवति इति पश्यामः तत्र विशिष्टदातवः तु किमपि नास्ति भगिनि भूता तु दशमगणधातु प्रेरणार्थे प्रयोगः सर्वे अपि प्रेरणार्थे कृ शोचेदने वद् निच् शिप् बुद्ध् कृष् एद् घण् एद् इति सामान्यतया आत्मनेपदीरूपं भवति परन्तु अत्र तु रूपद्वयमपि साधु इति किल तदपि वयं पठितवन्तः तत्र निच्पाठे तत्र यदा निच् भवति तत्र रूपद्वयमपि भवति इति एकं सूत्रमासीत् इदानीं स्मरणेन निचश्च इति वा निचश्च सूत्र एकं सूत्रं वयं पठितवन्तः तत्र निच् विषये तत्र रूपद्वयम् इत्युक्ते आत्मनेपदी अपि भवति परस्मै उभयपदी भवति यदा निच् विधीयते इति निचश्च इति सूत्रं वा तत् सूत्रं निचश्च सत्यं कर्त्रभिप्राये क्रियाफले इति वर्तते निजन्त आत्मनेपदं भवति कर्त्रभिप्राये क्रियाफले कटं कारयते ओदनं पाचयते आम् सत्यं निचश्च इत्यनेन तत्र भवति इति तत्र तर्हि सामान्य परस्मैपदी अपि आत्मनेपदित्वमपि भवति चोरयते चोरयति इति रूपद्वयमपि साधु निजश्च कटं कारयते ओदनं पाचयति अत्र अद्य प्रश्नः अस्ति वा अरुणा भगिनी विलम्बेन आगतवती क्षम्यतां भवत्याः अवसरः न टैम् चेञ्ज् अभवत् आमामां सत्यम् एकघण्टा पूर्वम् इदानीम् इतः परं सम्यक् It applies to India people, but you're in India. नववादनः नववादनं भवति भगिनि अथवा यदा वयं तत् समये स्वीकुर्मः चेत् नववादनम् अत्र भवति अववादनम् अस्ति चेत् किञ्चित् अतः एव अस्तु अद्य समापयामः. किञ्चित् गृहपाठरूपेण वाक्यनिर्माणं कुर्वन्तु, अहमपि करोमi, पश्यामः कथम् अस्ति. धन्यवादः भगिनी. धन्यवादः. नमस्कारः.